नमस्कारः. अस्माकं पाणिनीयव्याकरणवर्गे दिवादिगणे शत्रन्तप्रातिपदिकनिर्माणम् इति पाठः गतसप्ताहे तस्य आरम्भं कृतवन्तः. तत्र यदा वयं पूर्वं भुवादिगणे दृष्टवन्तः, अत्रापि सोपानद्वयम् एव अस्ति. प्रथमं विकरणप्रत्ययः योजनं, धातु विकरणप्रत्ययोः मेलनम्. अदा यदा अत्र दिव् इति धातुः, ष्यन् इति विकरणप्रत्ययः, तद् निमित्तिककार्यं किमपि अस्ति चेत् भवति. परन्तु अत्र तु ष्यन् इति षित् अस्ति, अपित् अपि अस्ति, अतः सार्वधातुकमपित् इत्यनेन ङित्वत् भवति, गुणनिषेधः भवति, तत्तु वयं जानीमः एव. अनन्तरं द्वितीयसोपानमस्ति शत्रुप्रत्ययनिमित्तिकमाङ्गकार्यं, तदा अङ्गशत्रुप्रत्ययोः मेलनं. यद् विकर्णप्रत्ययः इदानीम् आगतं, तस्मात् वयं शत्रुप्रत्ययस्य मेलनं कृत्वा तत्र किमपि अङ्गकार्यमस्ति चेत् तत् करणीयं, तदेव अस्ति. अतः तदपि वयं दृष्टवन्तः. कर्तरीषप् एव प्रथमं भवति, यथा सामान्यसूत्रमस्ति कर्तरीषप्, तद् प्रभाद्य दिवादिभ्यः शन् इति आगत्य कार्यं करोति इति एव दृष्टवन्तः. अत्र शन् इति षित् अस्ति, यत्र अनेन गुणकार्यं यत्र यत्र विहितं तत्तु प्रसक्तं, परन्तु ष्यन् अप्यित् अपि अस्ति इति कृत्वा तत्र सार्वधातुकम् अप्यित् इत्यनेन तस्य नित्वत् भूत्वा निति च इति कारणतः गुणकार्यस्य निषिद्धं भवति. एतत्तु वयं सर्वम् एतत् सर्वं बहुवारं वयं दृष्टवन्तः, जानीमः अपि. अग्रे सरामः. तत्र सूत्रात् अनन्तरं पठति वा महोदय? निति च इति सूत्रं तस्मात् अनन्तरं निति च प्रश्नः उदेति ततः वा? अस्तु, प्रश्नः उदेति यत् षन् प्रत्ययस्य आगमनात् प्रागेव किमर्थं न गुणकार्यं भवतु, यथा दिव् धातुः योगः शत्रु, शत्रु तु षित्, अतः अनेन किमर्थं न गुणः? उत्तरमस्ति यत् शत्रु अपि अपित् किल, अतः अत्रापि गुणकार्यं निषिद्धम्. अन्यच्च तिङ्प्रसङ्गे अपि यत्र प्रत्ययः पित् अथवा तिप्रत्ययः, तत्रापि नार्हति गुणकार्यं. शन् विधानं नित्यं, तिपः गुणकार्यम् अनित्यम् इति कारणम् तत्र वयं जानीमः तत्र किमर्थं तत्र तत्र शत्र अपि अपित् अस्ति, शन् अपि अपित् अस्ति, परन्तु प्रथममेव शत्रु प्रत्ययेन तत्र भवति वा इति. अत्र वयं जानीमः तत्र गुणकार्यम् इति अनित्यम् इति वयं जानीमः, तत्र नित्य विकरणप्रत्यये नित्य भवति, अतः गुणकार्ये भवति चेदपि न भवति चेदपि तत्र शन् प्रत्ययः आगच्छति एव, नित्यमस्ति, अतः तस्य कार्यमेव प्रथमं करणीयम् इति. शन् विधानमेव प्रथमं. तर्हि आहत्य दिवादिगणे शत्रुप्रत्यये परे शन् विहितः, शन् च नित्वत्, अस्य एकः परिणामः गुणनिषेधः. परन्तु प्रत्ययस्य नित् निद्वत् च भवनेन केवलं गुणनिषेधः सिद्धः इति न, तस्य अनेके प्रभावाः सन्ति. तेषु त्रयः प्रमुखाः अधोलिखिताः. यः कोऽपि प्रत्ययः कित् नित् वा भवति, तं प्रत्ययं निमित्तीकृत्य पूर्वं स्थिते अङ्गे यथासङ्गं त्रीणि विशिष्टकार्याणि प्रवर्तनीयानि. प्रथमं कार्यमस्ति अङ्गान्ते उपादायाञ्च इकः गुणनिषिद्धः. दिवादौ पीयोगशन् योगते पीयते एव, पुष्योगशन् ती पुष्यति, पुष्योगशन् योगशत्र पुष्यत् इति भवति अत्र अतो गुणे पुष्य अनन्तरं तत्र अत् इति पुष्यत् इति भवति. गुणनिषेधः अस्ति निखित निपि च इत्यनेन निपि किङिति च इत्यनेन अपि च द्वितीयमस्ति अनिदितधातूनाम् उपादायाः उपादायां न लोपः येषां धातूनाम् इत् ह्रस्व इकारः इत्संज्ञकः नास्ति तेषां धातूनाम् उपादायां नकारः अस्ति चेत् तस्य लोपः भवति ब्रंश् इति अस्ति शन् इति अस्ति अत्र तत्र ब्रंश् इति अत्र मूले नकारः अस्ति अतः तस्य लोपः भवति अनिदितां वयम् अनिदितां उपादाय नकारलोपः इति वयं जानीमः इति निति अस्ति अग्रे अतः अतः ब्रंश् योगशन् इति अस्ति योग तिप् भ्रश्यति भ्रश्यति ब्रंश् योग शन् योग शत्र भ्रश्यत् इति भवति तृतीयं कार्यमस्ति सम्प्रसारणं सम्प्रसारणानां धातूनां सम्प्रसारणं यण् स्थान एकादेशः यण् सन्धौ यथा भवति तस्य विपरीतक्रमः किति निति तस्य परे व्यद्योग शन् योग ति इति अस्ति तत्र तत्र यकारस्य भवति वि यकारस्य एव भवति सम्प्र विधि योग शन् विद्य योग ति इति अर्थः विद्यति शत्र विद्यत् इति भवति केन सूत्रेण भवति इति अस्ति अत्र ग्रहिज्या व्ययि व्यधि वष्टि विचति पृच्छति पृच्छति भजतीनां निपि च इति सूत्रेण तत्र सम्प्रसारणं भवति इति वयं जानीमः पूर्वं स्पष्टवन्तः अतः सर्वत्र त्रीणि कार्याणि अत्र अत्र गुणनिषेधः अस्ति एकं गुणनिषेधम् इति कार्यम् अनन्तरम् अनिदितां नल उपादायाम् इति च अनन्तरं सम्प्रसारणकार्यं यत्र प्रसक्तिः अस्ति अग्रे अग्रे अन्यानि कित् निमित्तिकानि कार्याणि यथासङ्गं यथासङ्गं वक्ष्यन्ते आहत्य यथा सामान्यं शत्रुप्रत्यये परे अस्माकं सोपानद्वयं प्रवर्तनीयं प्रथमः प्रथमं सोपानमस्ति विकरणप्रत्ययनिमित्तिकम् अङ्गकार्यं तदा धातुविकरणप्रत्ययोः मेलनं द्वितीयं सोपानम् अस्ति शत्रुप्रत्ययनिमित्तिकम् अङ्गकार्यं तदा अङ्गतिङ् शत्रुप्रत्ययोः मेलनं दिवादिगणे उपयुक्तानि षण्निमित्तकानि कार्याणि प्रथमसोपाने भवन्ति यथास्थानं द्वितीयसोपाने अङ्गम् अदन्तम् अतः अङ्गकार्यं गुणकार्यं नास्ति वर्णनिमित्तकं कार्यम् अस्ति यथा सामान्यम् अतो गुणे इत्यनेन एतत् सर्वं कथं भवति इति अग्रे पश्याम प्रथमतया धातूनाम् आयोजनशैली एकवारं स्मरणीया एकैकस्मिन् पाठे अनया शैल्या धातूनां चिन्तनं प्रवर्तिष्यते अत्र प्रथमसोपानमस्ति विकरणमिति अङ्गकार्यमस्ति तत् जानीमः अनन्तरम् अङ्गकार्यम् अनन्तरं शत्रुप्रत्ययस्य मेलनं तत्र अदन्तम् अङ्गमस्ति अतः गुणस्य कार्यं नास्ति अतः अपि च अकारस्य लोपः भवति अतो गुण इत्यनेन सत्यं तद् आयोजनशैली तु वयं जानीमः किल धातूनाम् आयोजनशैली धन्यवादः महोदय उषा भगिनी पठति वा चतुर्दशविधाः आं भगिनि धातवः चतुर्दशविधाः वयं जानीमः यत् पाणिनेः सूत्राणि आधारीकृत्य प्रातिपदिकानि तदन्तपदम् अनुसृत्य आयोजितानि पुंसि अकारान्तशब्दाः देव इव इकारान्तशब्दाः मुनि इव उकारान्तशब्दाः गुरु इव ऋकारान्तशब्दाः कर्तृ इव स्त्रियां लता नदी मति धेनु मातृ क्लीबे वन मधु वारि अपि तथा नाम नाम देवशब्दः बहूनां शब्दानां प्रतिनिधिः, अतः देवशब्दं जानीमः चेत् बहून् शब्दान् जानीमः एव। अपि च प्रक्रियादृष्ट्या सिद्धान्तकौमुद्यां प्रातिपदिकानां कृते तादृशी व्यवस्था अस्ति एव। रामशब्दस्य व्युत्पत्तिः प्रदर्शिता, इयं च व्युत्पत्तिः सर्वेषाम् अकारान्तपुल्लिङ्गशब्दानां कृते प्रतिनिधिः, तथैव अग्रेपि सर्वेषां प्रातिपदिकानां कृते इति। दातवः बट् प्रातिपदिका ओके। वयं जानीमः यत् पाणिनेः सूत्राणि आधारीकृत्य प्रातिपदिकानि अन्तपदम् अनुसृत्य आयोजितानि। आम् या प्रातिपदिकः वयं ज्ञातवन्तः रामशब्दः इति अकारान्तशब्दः, मुनि इति इकारान्त, गुरु इति उकारान्त, ऋकारान्तशब्दः, कर्तृ, स्त्रियामपि वयं दृष्टवन्तः लता, नदी, मती, धेनु, मातृ, क्लीबे अपि वयं दृष्टवन्तः वने वन अकारान्तशब्दः, मधु उकारान्तशब्दः, वारी इति इकारान्तशब्दः। नाम देवशब्दः रामशब्दः बहूनां शब्दानां प्रतिनिधिः, अतः देवशब्दम् अथवा रामशब्दं जानीमः चेत् बहून् शब्दान् जानीमः एव। आं भगिनि, अपि च प्रक्रियादृष्ट्या सिद्धान्तकौमुद्यां प्रातिपदिकानां कृते तादृशी व्यवस्था अस्ति एव। ओके, रामशब्दस्य व्युत्पत्तिः प्रदर्शिता, इयं च व्युत्पत्तिः सर्वेषाम् अकारान्तपुल्लिङ्गशब्दानां कृते प्रतिनिधिः। आम्, तथैव अग्रेपि सर्वेषां प्रातिपदिकानां कृते इति। ओके, अग्रे पठामि वा भगिनि? ओके, परन्तु यद्यपि धातूनां कृते अपि पाणिनीयसूत्राणि तथैव व्यवस्थापितानि, तथापि एतावता केनापि तादृशम् आयोजनं न कृतम्। ओके, न सिद्धान्तकौमुद्यां न वा अन्यत्र, अधुना एव प्रथमवारम् ऐतिहासिकपद्धतिः ओके अधुना एव प्रथमवारम् ऐतिहासिकी पद्धतिः अक्रियत। मात्रा दीक्षितपुष्पया ओके अधुना एव प्रथमवारम् ऐतिहासिकपद्धतिः अक्रियत मात्रा दीक्षितपुष्पया ओके तया सर्वे द्विसहस्रं धातवः चतुर्दशसु भागेषु विभक्ताः, अजन्तधातवः अन्त्यक्रमेण आयोजिताः अन्त्यक्रमेण आयोजिताः, हलन्तधातवः उपदाक्रमेण विभक्ताः। ओके, किमर्थं तथा? पाणिनेः सूत्राणि तथा सन्ति, अजन्तधातूनां कृते सूत्राणां कार्यम् अन्तिमस्वरम् अनुसृत्य भवति। ओके, अतः मात्रा एवमेव रीत्या अजन्तधातवः विभक्ताः अकारान्ताः, आकारान्ताः, इकारान्ताः, ईकारान्ताः, उकारान्ताः, ऊकारान्ताः, ऋकारान्ताः, ऋकारान्ताः, एजन्ताः च। हलन्तधातूनां कृते पाणिनेः सूत्राणां कार्यम् उपदाम् अनुसृत्य भवति, नाम अन्तिमवर्णात् प्राक् यः वर्णः तम् अनुसृत्य भवति। अतः तत्र हलन्तधातूनां कृते अदुपता, इदुपता, उदुपता, ऋदुपता, शेषधातवः चेति। ओके, वयं दृष्टवन्तः नामशब्दः किं पाणिनेः सूत्राणाम् अनुसृत्य कार्यं भवति इति। धातूनां कृते पाणिनीयसूत्राणि तथा एव व्यवस्थापितानि। ओके, तथापि एतावता केनापि तादृशम् आयोजनं न कृतम्। ओके, यद्यपि धातूनां कृते पाणिनीयसूत्राणि तथैव व्यवस्थापितानि ओके तथापि ओके हव ओके धातूनां कृते तत् तत् विधव्यवस्था नास्ति सिद्धान्तकौमुद्यामपि अथवा अन्यत्र. अधुना एव पुष्पदीक्षित माता has done the karyam like this. Etadrisham karyam. What is that beginning? Etadrisham karyam. Etadrisham karyam. Ajanta datavah, halanta datavah iti kramena vibaktah. Ajanta datavah paninihe sut किमर्थं तथा मात्रा अधीक्षितपुष्पया कृतम् इति चेत् पाणिनेः सूत्राणि तथा सन्ति. अजन्तधातूनां कृते सूत्राणां कार्यम् अन्तिमस्वरम् अन्तिमवर्णः अनुसृत्य भवति. अतः मात्रा एवमेव रीत्या अजन्तधातवः विभक्ताः अकारान्ताः आकारान्ताः ऋकारान्ताः एजन्ताः च. ओके, हलन्तधातूनां कृते पाणिनेः सूत्राणां कार्यम् उपदाम् अनुसृत्य भवति. उपदा इति अन्तिमवर्णस्य पूर्ववर्णः. तत् अनुसृत्य हलन्तधातूनां कृते अदुपदा, इदुपदा, उदुपदा, ऋदुपदा, शेषधातवः च मात्रा दीक्षितपुष्पया कार्यं यत् कार्यं भवति इति इति उच्यते. अतः चतुर्दशविधाः चतुर्दशविधाः धातवः अकारान्त आकारान्त 1, 2, 3, 4, 5, 6, 7, 8, 9, 10. ओके, सो दशविभक्ताः अजन्तधातु अपि कृते अण्ड अदुपता, इदुपता, उदुपता, ऋदुपता, शेषधातवः. सो 15 ऐ थाट् नो नो मे बि इट् 14. ओके, अधुना दिवादिगणे शत्रन्तप्रातिपदिकनिर्माणं कथं भवति इति वीक्षताम्. दिवादिगणः 140 चतु नो चतुर्दश अधिक एकशतं धातवः सामान्यधातवः 115 धातवः पञ्चदश अधिक एकशतं धातवः. येषां धातूनां कृते शत्रन्तप्रातिपदिकनिर्माणसमये किमपि कार्यं नास्ति, केवलं वर्णमेलनं. इगन्तधातुः वा लघु इग् उपदधातुः वा चेत् सार्वधातुकम् अपित् किङिति च इत्याभ्यां गुणनिषेधः. दिवादिगणे सामान्यधातवः पञ्चदश अधिक एकदश पञ्चदश अधिक एकशतं धातवः सन्ति. येषां धातूनां कृते किमपि कार्यं नास्ति, शत्रन्तप्रातिपदिकनिर्माणसमये किमपि कार्यं नास्ति, वर्णमेलनम् एव. इगन्तधातुः वा लघु इग् उपदधातुः इगन्तधातुः चेत् सार्वधातुकम् इगन्तधातुः अपि चेत् सार्वधातुक अर्धधातुकयोः गुणा अत्र दिवादिगणे नास्ति. लघु इग् उपदा इति चेत् पुगन्तलघुपदस्य च इत्यनेन एव कार्यं नास्ति, यतोहि दिवादिगण ह्यन् इति अस्ति, शत्रु अपि अपित् प्रत्ययः. सो गुणकार्यं नास्ति, सार्वधातुकम् अपित् इति अनेन किङ् ञित् प्रत्ययः भवति, किङ् इति च इत्यनेन गुणनिषेधः भवति. ओके, आकारान्तधातवः एकः धातुः अस्ति. माङ् माने आकारान्तधातवः ङकार इत्संज्ञा लोपानन्तरं उपदेशे अच् अनुनासिक नाट् उपदेशे अच् हलन्त हलन्त्यं हलन्त्यम् इत्यनेन नकारलोपः भवति. मा इति सिद्ध्यति मा आत्मनेपति धातु. लटि लटिरूपं मायते यतोहि यकारः ह्यन् इत्यनेन आगच्छति. आत्मनेपति धातुः इत्यस्मात् शत्रन्तरूपं नास्ति, शानच् इति रूपं भवति. अतः आकारान्तदातु दातवः एकः धातुः तस्य शत्रन्तरूपं नास्ति नास्ति. इदानीं तत् टिक् अभवत्. अग्रिमम् ईकारान्तदातवः दश धातवः सन्ति. सर्वे आत्मनेपदिनः. ओके. गुणनिषेधत्वात् अत्रापि किमपि अङ्गकार्यं नास्ति, अपि च यकारस्य संयोजनेन सन्धिकार्यं नास्ति, अतः केवलं वर्णमेलनं लटिरूपम् इति लटिरूपं दत्तं. पि इति पीयते, ई इति ईयते, प्री इति प्रीयते, रि इति रीयते, व्री इति व्रीयते, डी इति डीयते, दी इति दीयते, धी इति धीयते, मी इति मीयते, ली इति लीयते. सो अत्र शत्रुप्रत्यय विवक्षितं चेत् मा शानच् एव आगन्तुं शक्नोति. अत्र शत्रु न भवति, शत्रु न. सर्वे आत्मनेपदिनः. ऊकारान्तधातवः एकः द्वः द्वौ सारी द्वौ धातवः द्वा अपि आत्मनेपदिन आत्मनेपदिन. ओके. सूयते भवति, धू दूयते अपि भवति. ओके. द्वौ धातु इति भवति किल, द्वौ द्वौ धातु गुरुशब्दः. धन्यवादः भगिनि. अतः अत्रापि किमपि कार्यं नास्ति. आकारान्त ईकारान्त ऊकारान्त धातवः सर्वे आत्मनेपदिनः, अतः इदानीं पर्यन्तं किमपि शत्रन्तकार्यं किमपि नास्ति. सर्वे शाणच् रूपाणि, सर्वेषां शाणच् रूपाणि भवन्ति. समीचीनं, धन्यवादः भगिनि. अरुणा भगिनी पठति वा अधुपद? उकारान्तदातवः दातवः सन्ति. नकार अलन्तम् इत्युक्ते नकार लषकृतेन या एव अवशिष्यते. नश्य नश्य यः शत्रु, अत्रापि सकारात्न्न भवति. उकारापि उपते सज्जना चेतन उकारभवनं भवति, अत्येव अवशिष्यते. नश्य व्यवहारे अतो गुणे इति सूत्रेण पूर्वः परदुः नश्यति इति रूपं भवति. तदेव अत्र अत्र अतः तत्र केवलम् अतो गुणे कार्यं उपादायम् अकारः अस्ति. अत्र गुणकार्यम् अपि न प्रसृत्य इति उपादायः. सप्तदश धातवः सन्ति. निहयोगः शन् निह्ययोगः शत्रु निह्ययोगः गुणे इत्यनेन पूर्वपरयोः एकपररूपम् अपेक्षः. सिद् धातु सिद्ध्यत्, क्षिप् धातु क्षिप्यत्, स्विद् धातु स्विद्यत्, क्लिद् धातु शिवद् दिप् धातु किं दिप्यत् इति भवति खलु दिप् रूपाणि एव वदतु दिप्य क्लिद् इति क्लिद्यते क्लिद्यत् शिवत् क्षिद्यत् दिप्यत् तिं तिम्यत् तिम्यत् इति रूपाणि इदु पदधातुः तत्रापि समानकार्यम् अतो गुणे एव भगिनि उदुपद उदुपदधातवः धातवः अस्ति कृद्धातु कृद्धातु षन् कृद्य कृद्य शत्रु कृद्य एव अतो गुणे सूत्रेण परयोः एकः फलरूपादेशः कृत्यत् बुद्धधातुः अपि बुद्ध्य युद्ध्य पुष्पुष्य पुष् पुष्य शुच्छ उच्च युज् युच्यत् कृतपदधातवः त्रयोदशधातवः सन्ति नृत् धातु शन् नृत्य नृत्ययोः शत्रु नृत्य अतो गुणे इत्यनेन फलरूपं पर्वपरयोः फलरूपम् आदेशः भवति नृत्य तदेव तृप् तृप्यत् तृष् तृष्यत् तृध्यत् पृष्यत् वृद् वृध्यत् दृप् तृप्यत् ृष् पृष्यत् पृष् पृष्यत् कृष् पृष्यत् शेषधातवः पञ्चदशधातवः सन्ति अत्र पुष्पयोः षन् पुष्प्य पुष्प्ययोः शत्रु पुष्प्य एव अत् अतो गुणे इत्येन पूर्वपरयोः एकं तदुपादेशः पुष्प्या व्रीज् व्रीत्यत् राजराज्य अवशिष्टाः सर्वे आत्मनेपदिनः अतः अत्र 140 धातवः किल तस्मात् 115 धातवः सामान्यदातवः पञ्चविंशति धातवः विशेषदातवः अतः यद्वयम् इदानीं पर्यन्तं दृष्टवन्तः सामान्यदातवः तत्र किमपि विशिष्टकार्यं नास्ति केवलम् अतो गुणे इत्यनेन पूर्वपरयोः पररूपादेशः तदपि हलन्तदातवः अस्ति चेदेव कार्यम् अजन्तदातवः अस्ति चेत् तत्र ते सर्वे तु आत्मनेपदिनः अतः किमपि कार्यं नास्ति अत्र शत्रुकार्यं किमपि नास्ति एव विशेषदातवः पठामः महोदय पठति वा पञ्चविंशतिः विशेषदातवः पञ्चविंशतिदातवः प्रथमं कार्यमस्ति अनजितधातूनाम् उपधायां नकारलोपः द्वौ धातुः यस्य धातोः ह्रस्व इकारस्य इत्संज्ञा भवति सः धातुः इदित् इति उच्यते यः धातुः इदित् नास्ति सः अनजित् इति उच्यते अनजितां धातूनाम् उपधायाः नकारस्य लोपः भवति किति निति प्रत्यये पदे दिवादिगणे तादृशौ द्वौ धातुः स्तः रञ्च् ब्रञ्च् च तयोः शतन्त्रप्रातिपदिकनिर्माणम् अनया रीत्या क्रियते धातुपाठे अनुस्वारः वर्गीयव्यञ्जनानां पञ्चमसदस्यः पञ्चमसदस्याः च इमे सर्वे मूले दन्त्यनकाराः एव इति बोध्यं धातुपाठे अनुस्वारः वर्गीयव्यञ्जनानां पञ्चमसदस्या च इमे सर्वे मूले दन्त्यनकार इति बोध्यं दन्त्यनकारः एव इति बोध्यं तदा सन्धिकार्येण यथासङ्गम् अनुस्वारः अन्यानि वर्गीयव्यञ्जनानि च स्थाने आगच्छन्ति अतः दिवादिगणे रञ् धातोः मूलरूपः अस्ति रञ्ज् इति नकार रकार नकार रेपनकारजकार अस्ति ब्रंश् इति धातोः अपि तादृश ब्रंश् रञ् इति अस्ति नश्च पदान्तरीत्यनेन जलिपदे पदान् अपदान्तस्य नकारस्य स्थाने अनुस्वारादे च रञ्ज् इति अनुस्वरदे परसवर्णित्यनेन अनुस्वारस्य स्थाने परसवर्णादेशः रञ्ज् इति भवति, अतः धातुः अस्ति रञ्ज् परन्तु उपादायं नकारः अस्ति इति बोध्यं। रञ्ज् योग शन् इति अस्ति, अतः तत्र अनुदितां हल उपादायः अस्ति इति इत्यनेन नितिपत्ये परि उपादायां चितस्य नकारस्य लोपः भवति। रज् योग या इति अस्ति रज्य रज्ययोग रज्य रज्ययोग शन् रज्य इति भवति। रज्ययोग शत्र अथवा गुणेति परलोपादेशः रज्यत् इति भवति। ब्रञ्च् इति अस्ति, तत्रापि नश्च पदान्तरि इत्यनेन जलि अपदान्तस्य नकारस्य स्थाने अनुस्वारदेशः भवति ब्रञ्च् इति। अनन्तरं तत्र अनुसरदे परस्वर्णः भवति, चकारस्य ययि नास्ति अतः परस्वर्णादेशः न भवति। तर्हि धातुः ब्रञ्च् परन्तु उपादायं नकारः अस्ति अतः इति बोध्यम्। अतः रूपं भवति ब्रश्यत् इति, ब्रश्य योगाय ब्रश्य योगशत्र ब्रश्यत् तदोगुण इत्यनेन पदरूपादेशः। अतः नकारस्य लोपः भवति, अनुचितधातुः अस्ति चेत् कित् नित् प्रत्यये परे शन् इति नित् अस्ति अतः लोपः भवति। अनुचितहलः अनुचितां हलः उपादायः ङिति इति, येषां हलन्तधातूनां ह्रस्व इकारस्य इत्संज्ञा नास्ति तेषाम् उपादायां नकारः अस्ति चेत् तस्य नकारस्य लोपः भवति इति निति प्रत्यये परे इति अनुचितसूत्रमस्ति। अनुदितां हलः अङ्गस्य उपादायाः न लोपः इति अनुस्मारदेश नश्च पदान्तरि इति वयं जानीमः। जलि अपदान्तस्य नकारस्य मकारस्य स्थाने अनुस्वारदेशः भवति इति अस्ति। अनुस्वारस्य परस्वर्णादेशः अनुस्वारते परस्वर्ण इति तदपि वयं जानीमः। तत्र अष्टमध्याय ऋतपादस्य तत्र 57 तत् 75 सूत्रमस्ति। ययि अनुस्वारस्य स्थाने परस्वर्णादेशः भवति ययि परे इति अस्ति। परस्वर्णदेशः भवति, परसवर्ण इत्युक्ते अनुस्वारात् परः यः वर्णः तस्य सवर्णः, सवर्णः नाम अनुस्वारात् परे यः वर्णः तस्य वर्णस्य वर्गे ये स्थिताः ते अनुस्वारस्य स्थाने तेषु परसवर्णेषु अन्यतमः आदिष्टः भवतु। परन्तु तेषु परसवर्णेषु अस्माभिः कः अपेक्षितः इति स्थानेन्तरम् इत्यनेन सूचयति यत् यस्य स्थाने आदेशः भवति तस्य अन्तरतमः नाम सदृशम् आदिष्टः भवतु। वर्गीयव्यञ्जनेषु अनुस्वारसदृशं पञ्चमसदृशः एव, अतः कारन्तवैद्यस्य साहाय्येन अनुस्वारस्य परसवर्ण इत्यनेन अनुस्वारस्य स्थाने अग्रिमवर्णस्य अग्रिमवर्ण वर्गीय पञ्चम आदेशः भवति। अङ्ग इति अस्य ककार कवर्गीय अनुस्वारनाशिकः भवति अङ्ग इति। मञ्च इत्यस्मिन् तत्र चक्षवर्गीय अनुस्वारः भवति मन्ता इति भवति मञ्च अथवा मन्ता इति अत्र मन्ता नकारः भवति। ध्येयं यत् यै प्रत्याहारः वक्ति यत् शाः येषु अन्यतमः परे अस्ति चेत् अनुस्वारस्य परस्वर्णादेशः नैव भवति। यथा रंस्यते रंस्यते नंस्यति सङ्गस्यते इति सङ्गम्स्यते सङ्गम्स्यति अत्र अत्र सम् इति उपसर्ग इत्युक्ते अत्र अनुस्वारः भवितुमर्हति नकारः भवितुमर्हति विकल्पेन स्थानेन्द्रतमे जानीमः। प्रसङ्गे इत्युक्ते स्थाने प्रसङ्गे स्थानम् अर्थं गुणप्रमाणं वा अनुसृत्य तुल्यतम आदेशः भवतु। यत्रत्र स्थानेन निर्णेतुं निःशक्येत तत्र तत्र स्थानमेव निर्णयस्य आधारः। स्थाने सप्तम अग्रे अग्रे अत्र प्रसङ्गे प्रसङ्ग इत्युक्ते प्रसङ्गतुल्यतम आदेशः इति उक्तम्। प्रसङ्ग इत्युक्ते यत्र प्राप्तिरस्ति तुल्यता समानता सादृश्यम् इत्यस्य आधारेण आदेशस्य विधानं चेत् तर्हि स्थानम् अर्थगुणप्रमाणं वा अनुसृत्य तुल्यता परिशील्यताम्। सर्वप्रथमं स्थानं नोपलभ्यते चेत् अर्थः न उपलभ्यते चेत् गुणः न उपलभ्यते चेत् प्रमाणम् इति निर्णयस्य आधारः। तदेव वयं पूर्वं दृष्टवन्तः। अस्तु, अत्र एकः विषयः चिन्तनार्थं, अनुस्वारस्य ययि परसवर्णः इति सूत्रमस्ति किल, तत्र ययि इति का आवश्यकता तस्य इति चिन्तनम्। तत्र समयः अस्ति चेत् नीलेश् महोदयेन तत्र स्थापितं, तत्र यूट्यूब् मध्ये शृण्वन्ति, सम्यक् आसीत्। बहुवारं वयं तत् सूत्रं पठितवन्तः, परन्तु अस्माकं मनसि कदापि न आगच्छति ययि इत्यस्य किं महत्त्वम् अत्र इति। न अस्ति चेदपि परसवर्णादेशः न भवति किल, यै खलु, यै इति सूत्रे नास्ति चेत् किं भवति चेत् दलसार्थक्यम् इति वदामः किल, यै किमर्थं सूत्रे अन्यथा न भवति वा? न, ययि नास्ति चेदपि परसवर्णादेशः भवति एव, अनुस्वारस्य परसवर्णः। तत् स्थानेन्तरतमः तु अस्ति एव, शाश्वतः अस्ति चेत् तस्य सदृशतमः नास्ति, अतः तत्र तु अनुस्वारः एव तिष्ठति। अतः ययि इत्यस्य महत्त्वं किम् अस्मिन् सूत्रे, किमर्थं ययि इति स्थापितं पाणिनिना इति चिन्तनं कुत्र अस्ति तत्र, तत्र सूत्रस्य विवरणे अस्ति वा? न, न, सः पृथक्रूपेण यूट्यूब् मध्ये स्थापितवान्, सुधा टीका इति किमपि आसीत् तस्मिन् एकः अस्ति महोदय, तत्र एव अहं श्रुतवती प्रायः ह्यः एव तत्र अष्टाध्यायी तत्र तेषां तत्र कोर्सस् इति अस्ति किल, कोर्सस् इति आन्लैन् कोर्सस् इति अस्ति, तत्र तृतीयबिन्दुः लघुसिद्धान्तकौमुद्याः सुधाटीका इति, तत्र सः रेकार्डिङ्ग् स्थापितं महोदयेन, रेकार्डिङ्ग् स्थापितं वीडियोस् मध्ये, माहेश्वरसूत्राणि इति अस्ति, तत्र न्यमगणनम् इत्यतः कपै सूत्राणि इति, तत्र एव अस्मिन् विषये सः उक्तवान् यै प्रत्याहारस्य शृण्वन्तु, सम्यक् आसीत् तस्य वादप्रतिवादः कथम् इति, किमर्थम् इति, किमर्थम् धन्यवादः महोदय। उषा भगिनी पठति वा? इदितो इदितां धातूनां न लोप न भवति। इदितां धातूनां न लोपः न भवति, यथा वधि इति इदित् धातुः, इदितो नुम् धातोः इत्यनेन नुम् आगमः वन्द् इति धातुः, अस्य न लोपः न भवति, नकारलोपः न भवति। वदि इति धातु यस्य धातोः अन्ते इ इति इत् वर्णः अस्ति. इदितो नुम् धातोः इति सूत्रेण यस्य धातोः इत् इति इत् भवति तत्र तत् धातोः कृते नुम् आगमः भवति. वद् इति धातु वन्द् वन्द् भवति. वन्द् इति धातुः अस्य न लोपः न भवति. वदि इति वद् भवति. इदितो नुम् धातोः इत्यनेन वन्द् भवति. नकारः अनुस् वट् इस् तत्र नकारः अनुस् नो दकार अनुस्वारस् न नो किल ओ ओके ओके. वदि इति वद् इति भवति उपदेशे अच् अनुनासिक इत् इत्यनेन ई स्थाने अनुस्वारः भवत् वट् इस् दट् नो अनु नो सिम्बल् भगिनि अनुनासिक भवति. ओके उपदेशे अच् अनुनासिक इत् इत्यनेन इकारस्य स्थाने इ इति लोपः भवति. वद् इति वन्द् भवति. इदितो नुम् धातोः इत्यनेन वन्द् भवति. वन्द् इति नश्चापदान्तस्य जलि इत्यनेन झलि इति दकारः जलि अस्ति कारणतः नकारः अनुस्वाररूपं भवति. बम्द् भवति. बम्द् इति वन्द् इति भवति अनुस्वारस्य ययि परसवर्णः इत्यनेन अनुस्वारः परसवर्ण अत्र दकारस्य स्थाने दकारः इति दन्त्यवर्णः अनुस्वारः दन्त्यवर्णं दन्त्यवर्णसावर्ण्यं भूत्वा अनुस्वारः दन्त्यवर्णनकारः भवति. लाचि इति लाच् इति भवति उपदेशे अच् अनुनासिक इत् इत्यनेन. लाच् इति लाञ्च् इति भवति इदितो नुम् धातोः इत्यनेन. लाञ्च् इति लांश् लाञ्च् भवति नश्चापदान्तस्य जलि इत्यनेन नकारः परः जलि अस्ति अनुस्वाररूपं भवति. लाञ्च् भवति. लाञ्च् इति अनुस्वारस्य ययि परसवर्णः इत्यनेन लाञ्च् भवति. कपि इति इत् अन्तधातु. इत् इति इत् वर्णः कप् भवति. कपि उपदेशे च अनुनासिक इति इत्यनेन कप् भवति. कप् इति कन्प् भवति. इदितो नुम् धातोः इति सूत्रेण कन्प् भवति. कन्प् इति नश्चापदान्तस्य जलि इत्यनेन कम्प् भवति. कम्प् इति मकाररूपं मकारः ओष्ठ्यवर्णः इत्यनेन अनुस्वारः मकारं भूत्वा कम्प् भवति अनुस्वारस्य ययि परसवर्णः. ओके लभि इति लब् एवमेव लभि इति लम्ब् भवति. इदितो नुम् धातोः इति इदितः धातोः नुम् आगमः भवति. सूत्रं स्वयं सम्पूर्णम्. इदितो धातोः नुम् यस्य धातोः इत् इतेन इत् इति इत् वर्णः अस्ति. इदितः धातोः नुम् आगमः भवति. आं भगिनि स्वयं सम्पूर्ण अनुवृत्तिन अत्र आगच्छति इदितो नुम् धातोः कृते. प्रश्नः उदेति यदि वधि धातौ नकारादेशः भवति एव तर्हि किमर्थं वन्द् मूलधातुः न स्यात्? तथैव यदि लभि मकारः आयाति एव तर्हि किमर्थं लम्ब् इत्येव मूलधातुः न स्यात्? उत्तरम् अस्ति यत् यत्र कतिचन कार्याणि सन्ति. उत्तरम् अस्ति यत् तत्र कतिचन कार्याणि सन्ति. यथा अनिदितां हल उपादायाः किङिति इत्यनेन यः धातुः इदित् नास्ति तस्य धातोः उपादायां स्थितस्य नकारस्य लोपः स्यात् कितिङिति प्रत्यये परे. परन्तु इदित् चेत् अस्माभिः यः नकारः आनीतः तस्य नकारस्य लोपः कस्यापि दशायां न भवति. परन्तु इति इदित् चेत् अस्माभिः यः नकारः आनीतः तस्य नकारस्य लोपः कस्यापि दशायां न भवति. साक्षात् आरम्भतः नकारः अस्ति चेत् तस्य लोपः कितिङिति च भवति. यथा बन्द् धातौ नकारः उपस्थितः मूलधातौ, अतः कितिङिति परे नकारलोपः. ल्युटि ल्युट् प्रत्यये बन्धनं नकारः उपस्थितः, यतोहि ल्युट् प्रत्ययः कित् अपि नास्ति, ङित् अपि नास्ति. ओके, परन्तु तान्तरूपं बद्ध इति भवति नकारलोपः, यतोहि थ प्रत्ययः कित् अस्ति. लभि धातोः इदितो नुम् धातोः इत्यनेन नुम् आगमः लम्ब्. अस्य नकारस्य लोपः किति ङिति न भवति यथा तान्तरूपं लम्बितः. ओके, प्रश्नः उदेति किमर्थं पाणिनिना किमर्थं वन्द् मूलधातुः न स्यात्. वद् इति कृते वदि इति रूपं भवति, पाणिनिना कृतं वदि इति रूपं. किमर्थं वन्द् इति पाणिनिना स्थापितं नास्ति इति. लभि इति धातुः पाणिनिना लभि इति धातुरूपं, लभि इति मूलधातुपाठः कृते दत्तं. लभि धातोः इदितो नुम् धातोः इत्यनेन नुम् आगमः भवति. किमर्थं पाणिनिना लम्ब् इति मूलरूपं न स्यात्, पाणिनिना न स्यात् इति प्रश्नः उदेति. उत्तरम् अस्ति यथा अनिदितां हल उपादायाः किङिति, यः धातुः इदित् नास्ति तस्य धातोः उपादायां स्थितस्य नकारस्य लोपः स्यात् कितिङिति प्रत्यये परे. ओके, नकारस्य लोपः भवति, परन्तु इदित् चेत् यः नकारः आनीतः, इदितोनुम् धातोः इत्यनेन आनीतः तस्य नकारस्य लोपः कस्याम् अपि दशायां न भवति. वन्द् इति धातोः वदि इति रूपं मूलरूपं स्थिते इदितोनुम् धातोः इत्यनेन वन्द् भवति. यस्य नकारः इदितोनुम् धातोः इत्यनेन नकारः आनीतः तस्य नकारः कस्यापि दशायां न भवति इत्यनेन उदाहरणं दत्तं. वन्द् इति धातोः इफ् ऐ डू ल्युट् वन्द् इति धातु वन्दनं भवति तान्तरूपम् इति वद् तान्तरूपं वन्द् धातुः कृते वन्दत वन्द् वन्द् वदि भगिनि. सो वन्द वन्दित नकारः न लोपः भवति ल्युट् कृते अथवा तान्तप्रत्यय कृते नकारः न लोपः भवति. बट् अनिदितां हल उपादायाः इत्यनेन यस्य धातोः कृते मूलरूपं, वाट् इस् देट् धातु एक्साम्पल् भगिनि, बन्द् धातुः नकारः न भगिनि, बन्द् धातुः ऐ थाट् इस् ओ वाट् इस् द मूलरूपं फर् बद्ध मूलरूपम् इति बन्द् धातु वदि वि जस्ट् फिनिश् भगिनि. इदितोनुम् धातोः इत्यनेन नुम् आगमः आगच्छति देन् दट् नुम् लोपः न भवति. अनिदितां हल उपादायाः किङ्गिति इत्यनेन यः धातुः इदित् नास्ति. वाट् इस् दि स्टडि नकारः मूलरूपम् अस्ति बन्ध अनित् इत् नास्ति मूलरूपं कृते स्वनकारः लोपः भवति तस्य धातोः स्थितस्य नकारस्य लोपः स्यात्. ओके कितिङ् इति प्रत्ययपरे ओके तस्य धातोः ल्युटि बन्धनं नकारः आं भगिनि ओ नकारलोपः भवति तान्तरूपम् आम् कित् अस्ति बन्धनम् इति कित् कित् नास्ति ल्युट् ल्युट् अस्ति कृते लुटन्तं या लुटन्तं सो कित् कित् नास्ति कृतः नकारः अस्ति तान्तरूपं बद्ध इति भवति नकारलोपः भवति त प्रत्ययः कित् प्रत्ययः तदेव बद्ध इति भवति. सो मूलरूपम् इत् नास्ति चेत् मूलरूपम् इत् नास्ति चेत् नकारलोपः भवति इतितोनुं धातोः इत्यनेन इत् मूलरूपः इति इत् अस्ति चेत् मूलरूपः इत् अस्ति तस्य कृते नकारः आगच्छति इदितोनुं धातोः इत्यनेन तस्य नकारः लोपः कस्यापि न भवति तदेव सारांशः. इदितोनुं धातोः इत्यनेन यत् नुमागमः आगतः वयं तत्र योजितवन्तः तस्य कदापि लोपः न भवति. यद् पाणिनिना धातुपाठे नकारः साक्षात् दत्तवान् योजितवान् तत्र नकारस्य लोपः अनिदितां हल उपादायाम् इति इत्यनेन लोपः भवति. धन्यवादः भगिनि. धन्यवादः. अरुणा भगिनि अग्रिमं सम्प्रसारिणम् सम्प्रसारिणं भवति वापु भवति रेफा रु भवति लकार लु भवति वद् धातोः तादृशौ द्वौ वर्णौ स्तः वकारः यकारः च. अत्र न सम्प्रसारणे सम्प्रसारणमिति सूत्रेण परस्य एव सम्प्रसारणं भवति न तु पूर्वस्य. अतः व्यद् धातोः यकारस्य सम्प्रसारणम् ओके सम्प्रसारणमित्युक्ते यकारस्थाने इकार आगच्छति इकोयेन आपोसिट् अस्ति विपरीतक्रमः. व्यद् धातु अत्र वकार यकार अकार तकार अस्ति अत्र वकार यकार अस्ति प्रथमवर्णे अत्र न सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण परस्य यकारस्य सम्प्रसारणं भवति न तु पूर्व. सो वकारस्य स्थाने स्थाने ऊ न आगच्छति केवलं या स्थाने इ आगच्छति. यद् योगः स्यन् न सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण सम्प्रसारणे परे पूर्वं स्थितस्य वकारस्य सम्प्रसारं न भवति. ग्रहीज्या इति सूत्रेण सम्प्रसारण आदेशः युवः इ युवः युवः य सम्प्रसारणा च इति सूत्रेण सम्प्रसारणसङ्गतवर्णात् परे अच् अस्ति चेत् पूर्वपरयोः स्थाने एकपूर्वरूपादेशः भवति. विद् भय विद्या तदनन्तरं शत्रु गुणे इत्यनेन पूर्वपरयोः एकपररूप आदेशः विद्यस् इति रूपं निष्पन्नं भवति. तद्दातु पदं करयकार वकारयकार अस्ति अत्र केवलं न सम्प्रसारणे सम्प्रसारणसूत्रेण यकार विषये एव संस्कृतकारणं भवति. ततः अस्ति अत्र सम्प्रसारणसूत्रेण सम्प्रसारणसङ्गकवर्णादुपरि अच् अस्ति वर्णः अस्ति चेत् पूर्वपरयोः स्थाने एकपूर्वरूपम् आगच्छति विद् एव इकार एव अवशिष्यति विद् व्यवहय इत्य शत्रुप्रत्यायेन अतो गुण इति सूत्रेण पूर्वपरयोः पररूपम् आगच्छति. पठामि गृहीत्य अतः तत्र कार्यद्वयम् अस्ति. प्रथमं यदा न सम्प्रसारणे सम्प्रसारणम् इति कृत्वा अनन्तरं सम्प्रसारणात् च इति पूर्वरूपादेशः, अनन्तरं यदा शत्रु योजयामः अतो गुणे इत्यनेन पररूपादेशः इति कार्यद्वयम् अस्ति. आं भगिनि ग्रहीज्या इति प्रथमवाक्यं ग्रहीज्या वै व्यथि वष्टि विचति पृच्छति पृच्छति गृञ्जति नाम इति च ग्रह्या वै व्यद् वश् यच् प्रश्च प्रच् प्रश्च येषां सम्प्रसारणं भवति किति नीति प्रत्ययपरि इतरेतरद्वन्द्वः षष्टि विभक्तौ ग्रहीज्या वै व्यधि वष्टि विचति वृच्छति पृच्छति भुजतीनां षष्ट्यन्तं नीति सप्तम्यन्तं च अव्ययं त्रिपदमिदं सूत्रं वचिष्यपि यजादीनाम् इति इत्यस्मात् इति इत्यस्य अनुवृत्तिः शङ्गः सम्प्रसारणं पुत्रपत्ययोः पत्योस्तत्पुरुषे इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः अनुवृत्तिसूत्रं ग्रहीज्या वै दधि वष्टि इच्छति वृच्छति पृच्छति भुज्यतीनाम् इति प्रत्यय इति च सम्प्रसारणम् अपि सूत्रमस्ति दशधातवः सूत्रे. अत्र तेषां किति इति प्रत्ययपरे सम्प्रसारणं भवति. एक प्रश्न भगिनि, सम्पूर्णधातु केवलं ग्रहिजय एव सम्प्रसारण तत्र सम्प्रसारणम् इति एकं प्रकरणमेव अस्ति. तत्र कानिचन धातवः दत्तानि सन्ति केवलं ग्रहीज इति न, इतोपि अस्ति किल वयम् अग्रे अग्रिम तत्र आर्धधातुकप्रकरणे पश्यामः. इतोपि अस्ति तत्र सम्प्रसारणं प्रक्रियायाम् अन्यधातवः अपि सन्ति केवलम् इदं सूत्रं अस्मिन् सूत्रे एतदेव अग्रे पठतु. ताप्रत्ययपरे किति इत्यस्य उदाहरणं ग्रह्धातु क्रयादौ अस्ति गृह्णाति इति गृहीतः कित् ओके क्रयादौ धातौ सम्यक् अत्र विकरणप्रत्ययः गत्वा अत्र इति नास्ति ततः गृह्णाति भवति गृहीतः भवति सम्प्रसारं न भवति यद् न भवति लङ् लट् लकारे तत् सम्प्रसारणं भवति. लट् लकारे भवति चेत् तत्र कित् प्रत्ययपरे तदपि कित् अस्ति ततः या क्रयादौ या अस्ति जिनाति वृद् जीर्णः भवति जीन ताप्रत्ययः अस्ति चेत् जीनः कित् कारणात् वेङ् भवादौ अस्ति वयति वयते वीव् ब्रैड् कुतः यद् दिवादौ विद्यति छिनति विद्धः वष्टातु अदादौकणे वष्टि इच्छति उषितः व्यच् विदादौ विच्छति वञ्चति विचितः प्रश्च सुदादौ पृच्छति कर्तयति रुक्नः आदौ पृच्छति पृष्टः वश्च सुदादौ भृजते टु फै फाच् रोस्ट् पृष्टः वै धातु तत्र भुवादौ वयति वयते इति किमर्थं परन्तु तान्तरूपं उतः किं भगिनि धातुः भुवादौ अस्ति किल तस्य रूपं वयति वयते इति अस्ति तिङन्तरूपं परन्तु तान्तरूपम् उतः उतः इति सम्प्रसारणं भूत्वा किमर्थम् अत्र न भवति वयति वयते इत्यत्र सम्प्रसारणकार्यं अतः सम्प्रसारणकार्यम् अत्र न भवति कित् मित् प्रत्ययः परः नास्ति तदेव सर्वत्र परन्तु भुवादौ इति आं भगिनि ध्येयं यत् ध्येयं यत् अस्मिन् सूत्रे वै तु धातुः नास्ति अपि तु धात्वादेशः मूलधातुः अस्ति वेङ् वेङ् धातोः स्थाने लिट् लकारे एव वय वै इति धात्वादेशः भवति तस्य च धात्वादेशस्य लिट् लकारे इति प्रत्ययोपरि सम्प्रसारणं भवति रसि च वै इति सूत्रे वै इत्यस्य कार्यं केवलं लिट् लकारे लिट्लकारं विहाय अस्य कार्यम् अन्यत्र कुत्रापि न भवति तदेव भवती उक्तवती वै वेङ् दातु वयति किमर्थम् अत्र अस्ति चेत् इति वेङ् दातु वै इति दातुरूपेण अत्र रूपं दत्तं न तु वेङ् इति ओ वै नास्ति धातु नास्ति वै इति धातुः नास्ति अत्र यद् सूत्रे उक्तं किल रहीज वै तत् वै इति धातुः नास्ति वेङ् इति एव धातुः तत्र लिट्लकारे तस्य धातु आदेशः वै इति धातु आदेशः भवति तद् तद् लिट्लकारे किति प्रत्यये परे तस्य सम्प्रसारणं भवति एव वेङ् धातोः लिट्लकारे वै इति धातु आदेशः भूत्वा सम्प्रसारणकार्यं भवति एव अन्यत्र अन्यत्र सर्वत्र तस्य सम्प्रसारणकार्यं न भवति कुत्रापि न भवति इति लिट्लकारं विहाय कुत्रापि न भवति इत्युक्ते अर्धधातुक लकारेषु अपि न भवति केवलं लिट्लकारे एव भवति वै वै वेङ् इति धातुः सामान्यस्य औपदेशिकधातु परन्तु पाणिन वै इति सूत्रे दत्तं किमर्थम् इति चेत् अत्र अदे धात्वादेशः अस्ति पठामि भगिनि इग्यणः सम्प्रसारणं तत्र अनुवृत्तिसहितसूत्रमेव पठतु भगिनि इग्यन्नः इग्यनः सम्प्रसारणं यणः स्थाने यः इक् प्रत्याहारे स्थितवर्णः आदिष्टः तस्य सम्प्रसारणं संज्ञा भवति इक् प्रत्ययान्तं यणः पदस्यन्तं सम्प्रसारणं प्रथमान्तं त्रिपदमिदं सूत्रं सूत्रसम्पूर्णं यणः इक् सम्प्रसारणम् अत्र सम्प्रसारणम् इति किम् इति संज्ञा दत्तम् इग्यनः सम्प्रसारणम् इत्युक्ते यणः स्थाने इक् प्रत्याहारवर्णाः आदेशः भवति तदेव सम्प्रसारणं अन्यसूत्रं सम्प्रसारणाच्च सम्प्रसारणसञ्ज्ञकवर्णात् परे अच्च अस्ति चेत् पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति सम्प्रसारणात् पञ्चम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रम् इको यणचि इत्यस्मात् अचि अमे पूर्वः इत्यस्मात् पूर्वः इत्यनयोः अनुवृत्तिः भवतः एकः पूर्वपरयोः संहितायाम् इदनयोः अधिकारः अनुवृत्तिसहितसूत्रं सम्प्रसारणात् च अचि पूर्वपरयोः एकः पूर्वः संहितायां अधुना उपरि पठितं सम्प्रसारणार्थ सूत्रेण अत्र सम्प्रसारणवर्ण अनन्तरम् अच्वर्ण अस्ति चेत् संहिता अस्ति चेत् तत्र पूर्वपरयोः पूर्वरूपमेव आदेशः एकरूप आदेशः संहितायां न सम्प्रसारणे सम्प्रसारणं सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति न अवेपदं सम्प्रसारणे सप्तम्यन्तं सम्प्रसारणं प्रथमान्तं त्रिपदमिदं सूत्रं सूत्रं सम्पूर्णं न सम्प्रसारणे सम्प्रसारणम् अल्पसूत्रमस्ति न सम्प्रसारणे सम्प्रसारणं सम्प्रसारणे परे वर्णः सम्प्रसारणवर्णः अस्ति चेत् पूर्वस्थितस्य सम्प्रसारणं न भवति केवलं द्वितीयस्य वर्णस्य एव सम्प्रसारणं भवति व्यतिति अत्र बकारस्य न भवति यकारस्य एव सम्प्रसारणं भवति सत्यं धन्यवादः भगिनि महोदय पठति वा द्वौ धातु दीवादिगणे झृष् झृष् इमौ द्वौ धातु ऋकारान्तौ हलन्तं तस्य लोपः इत्याभ्यां झृ झृ इति झृ युग शन् झृ युगय इति अस्ति इदानीं ऋत ऋत धातोः इत्यनेन ऋदन् ऋदन्तस्य धातोः ह्रस्व इकारादेश झि युगय इदानीं तत्र ह्रस्व इत् उरण्रपण इत्यनेन ऋकारस्य स्थाने ऋक् यदा अणादेशः भवति तदा सः अण् सदा रपरः भवति अतः जि इति जिर् इति भवति जिर्युगय इदानीं यका इकारः य इति हलादि अस्ति अतः हलिच इत्यनेन इत्यनेन हलिपरे रेप रेपान्तस्य धातोः उपधायाः स्थितस्य इक् वर्णस्य दीर्घः भवति जीर् इति भवति जीर्युगय जीर्य जीर्ययुग शत्र् अकगुण इत्यनेन पररूपादेशः जीर्यत् इति भवति तत्र ऋत धातोः इति सूत्रेण तत्र ऋक ऋदन्तस्य धातोः तत्र धातोः अङ्गस्य इत् इत् भवति तत्र ऋकार दीर्घऋकारतधातोः इत् भवति तत्र किमपि निमित्तं नास्ति ऋतयुद्धातोः आमां निमित्तं नास्ति खलु तत्र नास्ति चेत् किञ्चित् किञ्चित् प्रत्ययः नास्ति चेत् तत्र किं भवति ऋतयुद्धातोः इत्यनेन कित्रि फलितातः किड्नी प्रत्ययः गुणः षण् इति कित् अस्ति अत्र न आवश्यकमस्ति तत्र फलितातः यदा वयम् अवगन्तुं शक्यम् अथवा गुणः एव गुणः एव इति षण् तत्र षकारस्य लोपः भवति हलन्त्यमित्यनेन चिरुयोगय इदानीं जियोगय जिर् भवति इदानीम् इदानीं जिर् इत्यस्य हलिज इत्यनेन जीर् जीर्य जीर्योगशत्र जीर्यन्त तदेव झृ इति चकार चतुर्थवर्णः झृ इत्यन्न अस्ति अत्र तत्रापि ऋतयुद्धातो इत्यनेन झि योगय या उरण्डपरः झिर् योगय हलिच इत्यनेन झीर् योगय दीर्घः भवति ऋत युद्धातो इत्यनेन क्षमता तत्र हलिच इत्यनेन दीर्घः भवति झीर्ययोगशत्र झीर्यत् इति भवति ऋत युद्धातोः ऋदन्तस्य धातोः अङ्गस्य ह्रस्व इकारादेशः भवति कितिनिति प्रत्यये परे अस्ति अनुवृत्तिसहितसूत्रमस्ति ऋत युद्धातोः अङ्गस्य इत् सप्ताध्यायस्य प्रथमपदस्य शततमं सूत्रमस्ति अग्रे षष्ठीस्थाने योगः इति अस्ति षष्ठीभक्तेः अन्य अर्थाभावे ताने इत्यर्थः भवति. तानेन योगः यस्याः इति बहुव्रीः परिभाषासूत्रमस्ति. षष्टिः भवति यत्र यत्र अन्य अर्थः नास्ति चेत् षष्टिः आगच्छति तिष्ठति. षष्टिः इति ऋतः धातोः विषये प्रायः ऋतः धातोः षष्ट्यः आमां सत्यं ऋतैर्धातोः अलोन्तस्य ऋतयुर्धातोः ऋतः इति षष्ट्यन्तं किल आमां ऋतः इति ऋतः अङ्गस्य कुत्र भवति पुनः किमपि तत् क्षम्यतां तत् इत् अल्वर्णस्य हलि च पठति वा हलि च इति सूत्रं हलि च इति अस्तु हलि च हलिपरे रेपान्तानां वकारान्तानां च धातूनाम् उपदायां स्थितः ईश्वर्णः दीर्घः भवति इति अस्ति. हलि तस्यपि धातुर्व इत्यस्मात् धातुः अनुवृत्ति वेरुपदा दीर्घः इकः इति पूर्वसूत्रमस्ति. दीर्घः इत्यस्य पूर्णतरम् अनुवृत्तिः तर्हि अनुवृत्तिस्य सूत्रमस्ति हलि च वोः धातोः उपदायः इकः दीर्घः भवति. येषां वोः इत्युक्ते येषां धातूनाम् अन्ते रेफः वकारश्च तेषाम् अपि ग्रहणं भवति. हलि च इति अस्ति वकाररेपान्तधातोः हलिपरे सारि हल् हा हलिपरे हलिपरे उपदायः हलिपरे एव इकः दीर्घः उपदायाः इकः दीर्घः भवति. इदानीं तत्र जीर् इत्यस्मिन् उप रेफान्त अस्ति धातुः अस्ति उपदायाम् इकारः अस्ति यकारः हलि अस्ति अतः जीर् इति भवति. वकारान्तदातु अग्रे तदेव वकारान्तदातूनामपि तदेव हलि च इत्यस्य वकारान्तानाम् इकः दीर्घत्वं चत्वारः दातवः सन्ति. हलिचैत्यनेन धातुः वकारान्तः तस्य उपादायां स्थितस्य इक्वर्णस्य दीर्घः भवति हलिपरे इति अस्ति. क्षणिति विकर्णप्रत्यय हलादि च अपि तस्य अतः सूत्रः पृथक्तिः अस्ति. यदि षन् पित् अभविष्यत् तर्हि पुगन्तलघुपतस्य इत्यनेन उपादायां लघु इकः गुणः अभविष्यत् गुणकार्य अभावे हलि च आगत्य कार्यं करोति. षष्ठाध्यायस्य द्वितीयपादस्य सप्तसप्तत्वं सूत्रमस्ति. दिवादिगणे चत्वारः धातवः सन्ति दिवु इति दिव् इति स्टिवु स्त्रिवु अपि च स्टिवु दिव् स्टिव् स्त्रिव् शिव् इति दिव्योग षन् इति अस्ति. अत्र दीव्य इति भवति हलिचैत्यनेन दीर्घः भवति दिव्य अतो गुणे शत्रुप्रत्यययोजनेन दिव्य इति भवति. शिव्योग षन् तत्रापि हलिचैत्यनेन सीव्य इति भवति सीव्ययोग अत् सीव्यत् तथैव स्त्रीव्यत् स्टीव्यत् इति अग्रे पञ्चमा गुणः धातुः गुणः धातुः अस्ति. साक्षात् उक्तं साक्षात् उक्तमस्ति मिदेर्गुणः मिदुधातोः गुणः भवति शितिप्रत्यये परे इति षन् शित् अस्ति. अतः यद्यपि अपित्वात् पुकन्तलघुपदस्य च इत्यनेन गुणः न तथापि मिदेर्गुणः इत्यनेन गुणः भवति. मिदेर्गुणः इति तत्पद तृतीयपादस्य दशीतितमं सूत्रमस्ति. इमिदाम् इति मूलधातुः अस्ति इति अस्ति मिद् धातुः अस्ति आदिमिद्भव अपि च उपदेशनाथ तस्य लोप इत्यनन्तलोप मिद् इति धातुः मिद् योग षन् मिद्य इति अस्ति अत्र मिद् सारि मिद् योग षन् इति अस्ति मिदेर्गुणः इत्यनेन तत्र क्षितिप्रत्यये परे इति अस्ति. अतः मीद् मिदेर्गुणः क्षम्यतां मेद् इति भवति मेद्य मेद्य इति भवति मेद्ययोगशत्र मेद्यस्य निजेरिगुणः इत्यनेन गुणः भवति यदि धन्यवादः महोदय. भगिनी उषा भगिनी पठति वा धातु आदेशः? आं भगिनि. धात्वादेशः एकधातुः, एकः धातुः, ज्ञाजनोजा इति सूत्रं. ज्ञा क्रयादिगणे, जन् दिवादिगणे, दिवादिगणे चेत् अनयोः जा आदेशः भवति शिति प्रत्यये परे. जन् ज्ञा धातुः अपि च जन् धातोः कृते जा आदेशः भवति शिति प्रत्यये परे ज्ञाजनोजा इत्यनेन. जन् धातुः आत्मनेपति, जन् धातुः आत्मनेपति, अतः शत्रु न अपि तु शानच् भवति. अत्र बोधनार्थं प्रदर्श्यते झनि इति धातुः चेत् अनुबन्धलोपेन जन् जन् योगः श्यन् दिवादिगणः, जन् योगः श्यन् ज्ञाजनोर्जा इत्यनेन शिति परे जा आदेशः. जन् इति जा भवति, जायोगः य इति श्यन् इत्यस्य यकारः, जायोगः य जाय, जाययोगः शानच् जायमान, जायमानः लटि लटिरूपं जायते. जायमानः इति प्रातिपदिकम् अस्ति, दट् शानच् रूप, तत् शानच् रूपं लटि इति रूपं जा श्यन् प्रत्यये जाय इति जायते, जायते इति भवति. ज्ञाजनोर्जा, ज्ञा इति क्रयादिगणः धातु अस्ति चेत् क्रयादिगणः धातु अस्ति तत्कारणात् अत्र न भवति. जन् धातोः कृते जा आदेशः भवति ज्ञाजनोर्जा इत्यनेन. ओकारान्तानाम् ओकारलोपः चतुर्थदात चत्वारः धातवः. ओतः श्यनि, ओतः श्यनि इत्यनेन श्यनि परे धातु अङ्ग धात्वङ्गादेश धातु अङ्गान् धातु अङ्ग अन्तस्य ओकारस्य लोपः भवति. चत्वारः धातवः सन्ति शो दो शो शो. शो योगः श्यन्, ओतः शनि इत्यनेन शनि परे धातु अङ्गस्य ओकारस्य लोपः भवति. शो इति ओकारलोपानन्तरं शु भवति, शु योगः यकारः, श्यन् श्य भवति, श्य योगः शत्रुप्रत्ययेन, शत्रुप्रत्ययेन आत् भवति यकार श्य अकारान्तं शत्रुप्रत्ययस्य, अतः अ इति स्थिते अतो गुणे इत्यनेन पररूपम् एकादेशः भवति श्यत् इति भवति. ओके, लटीरूपं श्यति, श्ययोगः ओके श्यति ओके श्यति ओके प्रस्मैपति दातु. दो योगः श्यन्, ओतः श्यनि इत्यनेन श्यनि परे धातु अङ्गान्तस्य ओकारस्य लोपः भवति. दकारयोगः यकारः भवति, ओकारस्य लोपानन्तरं दकारः योगः यकारः, ध्य भवति, द्ययोगः शत्रु अतोगुणे इत्यनेन, द्ययोगः अ इति स्थिते अतोगुणे इत्यनेन पररूप आदेशः द्यत् इति भवति. द्यत् इति शत्रुरूपान्तं भवति, प्रातिपदिकं रूपान्तं भवति, रूपं भवति, लटीरूपं द्यति इति भवति. छो योगः श्यन्, ओतः शनि इत्यनेन शनि परे ओकारलोपः चकारः भवति, यकारः श्यन् इति च्य, च्ययोगः शत्रु अतोगुणे इत्यनेन पररूप आदेशः च्यत् भवति. च्यत् इति प्रातिपदिकं सिद्ध्यति, लटीरूपं च्यति इति रूपं भवति. शो इति धाद्वादेशः सः, ओ शो इति मूलरूपम् अस्ति, धाद्वादेशः सः इत्यनेन मूलधातौ आदौ शकारस्य स्थाने सकार आदेशः सो योगः श्यन् ओतः शनि इत्यनेन शनि परे धातु अङ्गान्तस्य ओकारस्य लोपः भवति सकारः इति सो अनन्तरं सकारः भवति ओकारलोपः भवति सकारः योगः यस्य योगः शत्र योगः अत् योगः अतो गुणे इत्यनेन पररूपादेशः स्यत् इति भवति स्यत् इति प्रातिपदिकं लटि स्यति इति भवति ओतः शनि शनि परे धातु अङ्गस्य ओकारस्य लोपः भवति अलोन्तस्य इति परिभाषासूत्रस्य साहाय्येन धातु अन्ते एव ओकारस्य लोपः भवति ओतः शनि इत्यनेन अलोन्तस्य इति परिभाषासूत्रस्य साहाय्येन परिभाषासूत्र प्रायेण जनरलि अलोन्तस्य अन्तस्य ओतः षष्ट्यन्तं शनि सप्तमीयन्तं द्विपदमितं सूत्रं द्योर् लोपो लटि वा इत्यस्मात् लोपः द्योर् आर् गोर् भगिनि अगोर्लोपो लेटि वा इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं शनि अङ्गस्य ओतः लोपः शन् शन् इति परः अस्ति चेत् शन् अङ्गस्य ओतः लोपः धातु अङ्ग अन्ते यः ओकारः अस्ति तस्य ओकारः शन् परः अस्ति चेत् लोपः भवति इति सूत्रं वदति षष्ट्यन्तम् ओतः लोपः भवति सत्यं सम्यक् धन्यवादः भगिनी अधुना भगिनी पठति वा इतोपि बिन्दुद्वयमेव अस्ति पठित्वा समाधि अन्तर्गणाः अष्टधातवः क्षमामष्टानां दीर्घः शनि दिवादिगणे कश्चन अन्तर्गणः अस्ति क्षमादिगणः नाम्ना यस्मिन् अष्टधातवः सन्ति शनिपरे येषां धातूनाम् उपधायां स्थितः आकारः दीर्घो भवति सूत्रमस्ति क्षमाम् अष्टानां दीर्घः शनि इति दिवादिगणे अष्टधातव अन्तर्गण रूपेण स्थितं सूत्रसहायेन शन् परे येषां धातूनाम् उपधाय स्थितः अकारः दीर्घः भवति दीर्घो भवति शमुं शं योगः शं योगशन् शमाम् अष्टानां दीर्घः शनि इत्यनेन दीर्घवत्तं शां योगया शाम्या शाम्या योगशत्रु अस्ति सत्सौ गुणे इति सूत्रेण पूर्वफलरूप आदेशः भूत्वा शाम्यात् इति दति शाम्यति इति रूपं तमुमपि समानमेव साम्य दमुं दाम्य श्रुमु श्राम्यत् रमुं प्राम्यत् क्षमुं क्षाम्यत् क्लमुं क्लाम्यत् मदीं माद्यत् तत्र ईकार तथैव तस्य लोपः भवति अनुनासिक ईकारः इति कृत्वा तस्य लोपः भूत्वा मत् इति रूपम् अनन्तरं यदा क्षमामष्टानां दीर्घहर्षणीयेन माद्यम् इति रूपम् अत्र ईकारः दीर्घ ईकारः विकरणप्रत्ययः विकल्पः वा ब्राश् ब्लश् ब्लश् ब्रमु क्रमु क्लमु तृषः इति ब्राश् ब्लाश् ब्रमु क्रं क्लं रुष् रुट् लश् एभ्यः सप्त शन् हेतोः प्रत्ययोः वा भवतः अत्र सूत्रे कश्चन धातवः सन्ति ब्राश् ब्लश् भ्रमु ब्लाश् भ्रमु क्रं क्लं रुष् रुट् लश् एतेषु धातूनां शप् प्रत्यय अर्षन् प्रत्ययपरे परे प्रत्यय प्रत्ययो विकल्पेन भवति ऋषिः अत्र दत्तं स्रश् स्रशति स्रश्यति शत्रुपतिविषये स्रश्योगः शत्रश् स्रश्यत् इति रूपं निष्पन्नं भवति स्रश् अत्रापि स्रश्यत् इति रूपम् अन्यपि अपि द्रश्यति एव भगिनि अत्रापि रूपद्वयमस्ति सत्यम् एकस्मिन् पक्षे शक् इति विहितः भवति अन्यस्मिन् पक्षे श्यन् इति विहितः भवति अतः त्रस त्रस्यत् इति रूपद्वयम् अपि साधुरूपद्वयम् अत्र केवलं त्रश् एव दत्तम् उदाहरणं परन्तु अन्येषामपि ब्राश् ब्लाश् ब्रह्म तत्रापि रूपद्वयं प्रसति पश्यति पश्यत् पश्यतु इति दिवादिगणे स्वतन्त्रं प्रातिपदिकनिर्माणं प्रथमम् अतः दिवादिगणः अभवत् अग्रिमम् अस्ति तुदादिगणः इति यद्वयं पूर्वं पठितवन्तः तदेव पुनः इदानीम् एकः इतोपि एकं सोपानम् इत्युक्ते शत्रन्तस्य योजनं तावदेव तस्मात् अनन्तरं सुबन्तप्रक्रिया कथं भवति इति अस्ति तद् पाठः बहु सम्यक् भवति अस्तु अद्य समापयामः धन्यवादः धन्यवादः भगिनि शुभदिनं शुभरात्रि धन्यवादः